शुकं शुकं नत्वा वदन् सर्वे स्वकार्यकुशलाः सुराः कथासुधां प्रयच्छस्व गृहीत्वैव सुधामिमाम्। अमृतमिहं गृहीत्वा भवान् कृपया कथामृतं ददातु इति पणं कर्तुम् उद्युताः तत्र स्वकार्येषु कुशलाः देवाः।